पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 2 सूत उवाच तदादाय महात्मासौ निर्जगामत्वरान्विदः पितृभक्त्या तपोभिश्च सत्यार्जवबलेन सह धर्ममाकृष्टवांश्चैव धर्मशर्मा ततस्तदा समाकृष्टस्तु वै धर्मस्तपसा तस्य धीमतः धर्मशर्माणमायादम् इदं वचनमब्रवीद कस्मात् त्वया समाहूदो धर्मशर्मन् समागतः तन्मे कथय कार्यं त्वं तत्करोमि न संशयः धर्मशर्मोवाच यद्यस्ति गुरुशुश्रूषा यदि निष्ठाचलं तपः तेन सत्येन मे धर्म वेदशर्मा स जीवतु धर्म उवाच दमशौचेन सत्येन तपसा तव सुव्रत पितृभक्त्या तव भ्राता वेदशर्मा महाभुजः पुनरेव महात्मासौ जीवनं च लभिष्यति तपसानेन तुष्टोऽस्मि पितृभक्त्या महामदे वरं वरय भद्रं ते दुर्लभं धर्मवित्तमैः एव माकर्णिदं तेन सुवाक्यं धर्मशर्मणा वैवस्वतं महात्मानं समुवाच महायशाः देहि मे त्वचलां भक्तिं पितुः पादार्हणे पुनः धर्मे रतिं तथा मोक्षं सुप्रसन्नो यदा मम तमुवाच ततो धर्मो मत्प्रसादाद्भविष्यति एवमुक्ते महावाक्ये वेदशर्मा तदोद्धितः प्रसुप्तवन्महाप्राज्ञो धर्मशर्माणमब्रवीत् क्व सा देवी गदा भ्रातक्वसतादो भवेदिति समासेन समाख्यातं यथा पित्रा नियोजितः समाज्ञाय ततो हृष्टो धर्मशर्मा तमब्रवीत् ममाद्यैव महाभाग शिरसा जीवितेन च सम्मुखी भव वै भ्रातकोऽन्यो मे त्वादृशो भुवि भ्रातरं चैव माभाष्य उत्सुकः पितरं प्रति गमनाय मदिं चक्रे भ्रात्रा च धर्मशर्मणा द्वा वेतौ दु गदौ तत्र पितरं हृष्टमानसौ द्वाभ्यां तत्र समास्थाय शिवशर्माणमुत्तमम् धर्मशर्मा ततोवाच पितरं दीप्तिसंयुतं ममाद्यैव महाभाग तपसा जीवितेन च न किञ्चिदब्रवीत्तं तु पुनश्चिन्तामुपेयिवान् पुरदो विनयेनापि वर्तमानं महामदिं विष्णुशर्माणमाभाषीद्वत्स मे वचनं कुरु इन्द्रलोकं व्रजस्वाद्य तस्मादानय चामृतम् अनयाकान्तया सार्धं स्थातुमिच्छामि साम्प्रतं सागराद्य समुत्पन्नममृतं व्याधिनाशनम् साधुनेच्छति मामेष यथैनां तु लभाम्यहम् तथा कुरुष्व शीघ्रं त्वमन्यधान्यं प्रयास्यति वृद्धं ज्ञात्वा वमन्येत इयं बाला सुरूपिणी अद्य देव्यानया सार्धं प्रियया भुवनत्रये निर्दोषो व्याधिनिर्मुक्तो यथा ताद भवाम्यहं तथा कुरुष्वमेव च मद्भक्तोऽसि यदा भुवि एवमाकर्ण्य तद्वाक्यं पितुस्तस्य महात्मनः विष्णुशर्मा तदोवाच पितरं दीप्त तेजसं सर्वमेतत् करिष्यामि भवदत्सुखमुत्तमं एव मा भाष्य धर्मात्मा विष्णुशर्मा महामतिः पितरं तं नमस्कृत्य पुनः कृत्वा प्रदिक्षणं बलेन महतासोऽपि तपसा नियमेन च अन्तरिक्षगतश्चासीत् गच्छमानस्य धीमदः स महावायुवेगेन ऐन्द्रं सम्प्रतिगच्छति इति श्रीपद्मपुराणे भूमिखण्डे शिवशर्मचरिते द्वितीयोऽध्यायः ओम्।